नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र लुट् लकारः इति पाठः, तत्र किञ्चित् पुनस्मरणं कुर्मः। तत्र यदा वयं सिद्धतिङ् प्रत्ययाः साधितवन्तः, तस्मात् अनन्तरं धात्वादेशः, इडागमचिन्तनं सर्वं जातम्। अनन्तरम् अतिदेशः इति, तत्र वयम् एकं सूत्रं तु परिचितमेव, सार्वधातुकम् अपि इति सूत्रेण, यद् नित्वत् भवति इति परिचितसूत्रं। तस्मात् तत्र अस्मिन् पाठे तु त्रीणि अतिदेशसूत्राणि उक्तानि, गाङ्कुटादिभ्यो ङित् इति, विज इट् विभाषोर्णोः इति त्रीणि सूत्राणि। तत्र गाङ्कुटादिभ्यो इति सूत्रेण यद् धातुभ्यः यत् कित् ङित् णित् भिन्नप्रत्ययाः कुटादिगणेभ्यः धातुभ्यः विहिताः, ते ङित्वत् भवति इति उक्तम्। अनन्तरं तत्र विभाषा कुटादयः धातवः इति दृष्टवन्तः, तत्र एव अस्माकं अचिष्टु धातु भ्रुवा इत्यस्यापि प्रसक्तिः स्यात्। अनन्तरं विज इट्, तत्र तुदादिगणीय विज् धातुः ओ विजि भयचलनयोः इत्यस्मात्, तत्र यत् इडादिप्रत्ययाः भवन्ति ते ङित्वत् भवन्ति इति। अनन्तरं विभाषोर्णोः इति सूत्रं, तद् ऊर्णुविषये, ऊर्णुधातुः तत्र इडादिप्रत्ययः विद्यमानः इडादिप्रत्ययः विकल्पेन ङित्वत् भवति, विकल्पेन तत्र ङित्वत् इति। तत्र सूत्रत्रयं विज इट् विभाषार्णोः, अनन्तरं गाङ्कुटादिभ्यो ङित् इति सूत्रम्। तस्मात् अनन्तरमेव सामान्य अङ्गकार्यं भवति, सामान्य अङ्गकार्यात् पूर्वम् एतत् त्रयं साधनीयम्, धात्वादेशः, इडागमः, अतिदेशः इति। अनन्तरं सामान्य अङ्गकार्यं, तत्र तु यदा गुणस्य प्रसक्तिः अस्ति चेत् गुणकार्यं भवति, अनन्तरं यथा सामान्यं सन्धिकार्यं। तद् अभवत्। अनन्तरं तत्र वयं वर्गीकरणम् इति आरब्धवन्तः, तस्मात् एव अद्यापि आरम्भं कुर्मः। महोदय पठति वा? इदं वर्गीकरणम् अनुसृत्य लुट् लकारस्य रूपसिद्धिः चिन्तनीया। एकनिमिष तत्र अस्तु। इदं वर्गीकरणम् अनुसृत्य लुट् लक श्रूयते खलु? मम ध्वनि श्रूयते वा? आं महोदय। अस्तु, एकनिमिष। इदं वर्गीकरणम् अनुसृत्य लुट् लकारस्य रूपसिद्धिः चिन्तनीया। सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट् लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्। भुवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां लुट् लकारस्य रूपसिद्धिः, भ्रुवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषां शेटां हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः, भ्रुवादिगण आरभ्य क्रियादिगणपर्यन्तं सर्वेषां वेटाम् अनिटाञ्च हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः। भगिनि कुत्र अस्ति भगिनि? क्षम्यतां, महोदय, करपत्रे न, करपत्रे बट् मध्ये आल्मोस्ट् टुवर्ड्स् एण्ड् भगिनि, विज इट् सामान्यम् अङ्गकार्यं, सामान्यदातवः लघु पत्रं अत्र न, ऐ हाव् द करपत्र भगिनि, मृज् धातोः वृद्धि तस्मात् अपि अनन्तरम् इतोपि अनन्तरं बोल्ड् मध्ये, ओ इदं वर्गीय, ओ अस्तु अस्तु, क्षम्यता भगिनि, नास्तु। निजन्तधातूनां लुट् लकारस्य रूपसिद्धिः, सनन्तधातूनां लुट् लकारस्य रूपसिद्धिः, यङन्तधातूनां लुट् लकारस्य रूपसिद्धिः, यङ्लुगन्तधातूनां लुट् लकारस्य रूपसिद्धिः, क्यच् क्यश् क्यङ् प्रत्ययान्तधातूनां लुट् लकारस्य रूपसिद्धिः। अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत् इडादय प्रत्ययः संयोजनीयः, पुनः धातुः अनिट् चेत् अनिडादयः प्रत्ययः संयोजनीयाः। इदानीं भुवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषाम् अजन्तदातवं लुट्लकारस्य रूपसिद्धिः, आकारान्तः च एजन्तदातवः, सामान्यतः सामान्याः आकारान्तदातवः यथा जानीमः सर्वे एकाचः आकारान्तः अनिटः, अत्र च किमपि विशिष्टकार्यं न वर्तते, यथा दा धातुः, दाता, दातारौ, दातारः, दातासि, दातास्तः, दातास्ता, दातास्मि, दातास्वः, दाता स्मः, तत्र किमपि नास्ति तिरुतिङ् प्रत्ययता तारौ तारः इति तत्र अस्ति, आत्मनेपदे दाता, दातारौ, दातारः, दातासे, दाता साथे, दाता द्वे, दाताहे, दाता स्वहे, दाता स्महे इति रूपाणि भवन्ति। अग्रे गत्वा केवलं प्रथमपुरुषस्य एकवचनरूपं प्रदर्श्यते। अस्तु, दरिद्रधातुः, दरिद्रधातुः अनेकाच्, अतः सर्वे सेटः इति जानीमः, अत्र तादृश एकः आकारं दातुः अस्ति दरिद्र इति, तत्र च एकं वार्तिकमस्ति, दरिद्रातेः आर्धातुके लोपोः वक्तव्यः इत्यनेन दरिद्रधातोः आर्धातुकप्रत्यये परे आकारलोपः भवति, अतः तद् दरिद्र इति तत्र आर्धातुकप्रत्यये परे आकारस्य लोपः भवति इति, दरिद्रायुग तत्र इडागमयुक्तप्रत्ययः, इडा अनिट क्षम्यता अनेकाच् अस्ति कृत्वा दरिद्रयुगयिता आकारलोपः, दरिद्र युगयिता दरिद्रिता इति एकः एव आकारान्तदातूनां विषये तत्र अनेकाच् आकारं दातुः अस्ति, तस्य लोपः भवति अर्धात्कप्रत्ययपरे इति अस्ति। अत्र क्षम्यतां, केवलं दरिद्रधातोः एव खलु तत्र कोऽपि आकारान्त अन्ये सन्ति वा आकारान्त अनेकाच दातवः? प्रायः सन्ति, परन्तु अत्र तु एतद् दरिद्रधातोः विषये एव भवति, अन्येषां तु न, आकारान्तः भवेत् खलु महोदय? तत्र वयं तु इडागमपाठे अपि न दृष्टवन्तः आकारान्तः, अनेकाच आकारान्तः एक एव खलु, दरिद्रा जागृति, दरिद्रा जागृति दृष्टवन्तः, तत्र आकारः नास्ति, तत्र न भवति, तत्र न भवति, केवलं इदानीं एजन्तदातवः वयं जानीमः, सामान्यसूत्रमस्ति आदेश उपदेश इति आशीति इति कृत्वा आकारान्तः भवति, तत्रापि इडागमः न भवति, अर्थात् धे इति धेट् धेट् इत्यस्य धा इति भवति, धाता, धातारौ, धातारः, झै इति अस्ति अत्र, अत्रापि अध्या इति भवति, ध्याता, ध्यातारौ, ध्यातारः, शो इति शो इति शो इत्यस्य शा भवति, शाता, शातारौ, शातारः, गै इत्यस्यपि घा भवति, गाता, गातारौ, गातारः इति रूपाणि। समीचीनं, तदपि आकारान्तः एव इति परिगणना, विशिष्टसूत्रम् इति किमपि नास्ति, केवलम् एकमेव दरिद्राविषये। समीचीनं वा? धन्यवादः, आं धन्यवादः महोदय। अरुणा भगिनी पठति वा ईकारान्तः? आं भगिनि, नमस्कारः भगिनि। इकारान्तदातवः सामान्याः एकारान्तदातवः, अत्र गुणकार्यं भवति यथापेक्षितं सार्वधातुक अर्धधातुकयोः इति सूत्रेण, अपि च श्री स्वी इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तदातवः अनिटः। वयं जानीमः इकारान्तदातवः सामान्यदातु इकारान्तदातवः, अत्र सार्वधातुक अर्धधातुकेन इकारगुणः भवति, परन्तु धातुद्वयमस्ति श्री श्री, अत्र ते द्वय धातुद्वयम् अनिटः सेटः, अन्ये सर्वे एकाच् इकारान्तदातवः अनिटः। उदाहरणमस्ति जी भगिनि, गता तत्र सार्वधातुकान्तदिकेन इक्वर्णगुणः भवति कालस्थाने, इत्यनेन अर्धधातुपत्रे जे युगता जेता इति रूपं निष्पन्नं भवति, तदेव ची युगता सार्वधातुक अर्धातुकेन गुणभूत्वा इकारगुणभूत्वा चेत, अधि युगः ई युभता अत्रापि सर्वधातुक आर्धधातुकयोसूत्रेण अजि यव ए एकवर्णस्य गुण ता अध्येता इति सन्धि भवति. समीचीनम्. अग्रे भगिन. श्रीष्वे इति धातु इमौ दौ धातु सेतौ इति जानीमः. अत्र श्री युगः इत सार्वधातुक आर्धधातुकयो विधिनेन इत इति आर्धधातुकप्रत्ययः. श्रेयुग इत यचो यावायावः इत्यनेन श्रयिता भवति. तदेव श्रीधातु इत युग इत सार्वधातुक आर्धधातुको इत्यनेन स्वे युग इत यचो यावायावः इत्यनेन स्वयिता भवति. समीचीनं. सामान्यकार्यमेव. अग्रे भगिनि. डुमिङ्ग्. डुमिङ्ग् इत्यत्र विशेषकार्यं भवति. पठामि भगिनि. आम् आम्. डुमिङ्ग् प्रेक्षणे अर्थः मीनाति मिनोति दीङ्गां यपि च. षष्ठाध्याये प्रथमपादे पञ्चविंशतिं सूत्रं. क्रयादौ मिङ्ग् धातु अर्थः मिङ्ग् हिंसायां स्वादौ डुमिङ्ग् प्रक्षेपणे द्विवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्यस्य अन्तस्य अलहस्थाने आकारादेशो भवति ल्यपि विषये. एच् निमित्त षिद्भिन्नप्रत्ययस्य च विषये. नाम मी मी मे दी इत्येषां दा यदा गुणो वा वृद्धि वा जायमानः यस्तात् एकारौ वा ऐकारो वा जायमानः तत् पूर्वमेव तत् स्थाने आकारादेशो भवति. अलोन्तस्य इत्यनेन अन्यस्य अन्तस्य अलहस्थाने केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत्. यतोहि कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनां अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात्. केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्. मीनातिश्च मिनोतिश्च दीङ् वा दिङ् च तेषाम् इतरेतरद्वन्द्वौ मीनाति मिनोति दीङ्गः तेषां मीनाति मिनोति दीङ्ग मीनाति मिनोति दीङ्गां स्वस्त्यन्त्यं लपि सत्यम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम् आदेश उपदेशेषिति इत्यस्य सम्पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति मीनाति मिनोति दीङ्गाम् आत् यति च एच् एज् एज् निमित्ते प्रत्यये उपदेशे अशीति. ओके. अत्र विशेषतधातु अस्ति डुमिङ्ग् प्रेक्षणे मीनाति मिनोति दीङ्गां ल्यपि च इति सूत्रं वदति. प्रथमं क्रयादिगणे मिङ्ग् हिंसायाम् अर्थे अस्ति. स्वादौ मिङ्ग् डुमिङ्ग् प्रक्षेपणे इति अस्ति. द्विवादौ दीङ् क्षये इति धातूनाम् अन्तस्य अलहस्थाने आकारादेशो भवति लपि विष परे. अत्र धातुत्रयं धातुत्रयमस्ति. अत्र एकं मीनाति इति क्रयादिगणे अस्ति. मिनोति इति द्विवादिगणे अस्ति. स्वादौ डुमिङ्ग् प्रक्षेपणे द्विवादौ दीङ् धातु अर्थः क्षय इति धातु प्रयुक्तम् आकार अन्त्य अलस्य अलस्य स्थाने आकारादेशो भवति लपि विषये तत्र कनिमित्तम् अत्र लत् प्रत्यपरे यच् निमित्तसिद्धिभिन्नप्रत्ययस्य च विषये. ओके, हौ टु एक्स्प्लेन् भगिनि? षित् भिन्नप्रत्ययः भवेत्, षित् नास्ति, षित् भिन्नं तद् एच् निमित्त षित् भिन्नं प्रत्ययः, यत्र एच् इति निमित्तं भवेत्, अपि च प्रत्ययः षित् भिन्नः भवेत्. ये अपि च इति अपि न वक्तव्यं, यद् एच् भिन्नप्रत्ययः तादृशप्रत्ययः षित् भिन्नः भवेत्, तस्य एव विशेषणम् षित् भिन्न एच् निमित्तप्रत्यये इति. अत्र अतः मे मे दि इत्येषां धातूनां गुण वृद्धि जायमान अस्ति चेत् एक अत्र पूर्वमेव तत्स्थाने आकारदेशो भवति. ओके, गुणः भवति चेत् अथवा वृद्धिः भवति चेत् तद् एच् एकारः अथवा ऐकारः भवति खलु. अतः तस्मात् पूर्वमेव तत्र आकारादेशः भवति. डुमिङ्ग् योः उदाहरणमत्र डुमिङ्ग् योहता मे एव अवशिष्यति. डु इति मेङ् हलन्तं डु केन सूत्रेण भगिनि? मिता मिता भवति मे योगता सार्वधातुक आर्धधातुकयोजनेन गुणप्रसक्ति अस्ति. अतः मिनाति मिनोति दीङ्गां लपि च इति सूत्रेण डुमिङ्ग् स्वागतिगुणः अस्ति. तस्य अलस्थाने आकारादेशः भवति. मे मीना मे भवति, मे स्थाने मा भवति, मा एव माता इति रूपं शुद्धं भवति. मे न भवति एव तदेव उक्तं खलु, तस्मात् पूर्वमेव आकारादेशः, ततः पूर्वमेव तत् स्थाने आकारादेशः. तावदेव अत्र अनेन सूत्रेण तत्र माता इति रूपं मी धातुतः अने तद् अनेन सूत्रेण आकारादेशः भवति. पठामि भगिनि, अन्य पठति प्रायः अन्य पठति. तत्र वार्ताद्वयम् आसीत्. तत्र केचन वदन्ति तत्र अशीति इति अनुवृत्तिः मास्तु इति. किमर्थम् इत्युक्ते तत्र क्षिप्रत्ययः नास्ति. यदि तत्र क्षिप्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात्, केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत्. यदि अश्चिति इति अनुवृत्तिः नास्ति चेत् तत्र अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात्. किमर्थं यस्य क्षिप्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनां क्षिप्रत्ययः अस्ति चेदेव एच् आदेशः भवति खलु. यः कोऽपि षित् प्रत्ययः नास्ति वा यस्य द्वारा ते च उपदेशे अशिति सार्वधातुकं सार्वधातुकम् अपित् अथवा सार्वधातुक आर्धधातुकयोः षित् प्रत्ययः खलु. तत्र तत्र अशित् प्रत्ययः इत्युक्ते शत्रुशानच् इति तत्र तत्र भवति वा षित् प्रत्ययः मीनाति तत् न भवति खलु, तत् भिन्नमस्ति, अत्र मध्ये गणप्रत्ययः भवति तत्र. किमर्थं तादृशम् उक्तम्? एच् निमित्त षित् भिन्नप्रत्यय एच् निमित्त षित् भिन्नप्रत्यय षित् प्रत्ययः तत्र षित् कृदन्त शत्रुशा नश्चैव अस्ति कोऽपि अन्या नास्ति खलु तत्र कोऽपि अन्य एच् निमित्त विकरणप्रत्ययेषु तु विकरणप्रत्ययादि यत् अत्र मिनाति इति तत्र अत्रापि अशित् अस्ति परन्तु गुणनिषे गुण न भवति अर्हति तत्र शत्रुशानचित्यत्र इदानीं डुमिन् इति तत्र क्रयादिगणे अति शानचिति अस्ति तत्र क्षम्यतां क्रयादिगणे स्ना इति अस्ति स्ना इति प्रत्यय अपित् अस्ति तत्र गुणस्य प्रसक्तिः एव नास्ति न जानामि किमर्थं तादृशम् उक्तम् अत्र उपदेशे एव आत्वे कृते सत्यनिमित्तं विहितम् उत्सर्ग एव भावे किमर्थं तादृशम् उक्तम् आर्धात्के प्रत्यये परे एव इति वा तादृश तादृशम् एव वक्तव्यं खलु अशित् इति उक्तं परन्तु आर्धातुक इति गम्यते खलु अशित् कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य एच् आदेशः स्यात् परन्तु षित् प्रत्ययेन तत्र एच् इति कुत्र वयं न जानीमः इदानीम् अस्माकं नास्ति ज्ञानं नास्ति कोऽपि तादृशप्रत्ययः अस्ति वा इति तत्र शत्रुशानच् एव आसीत् परन्तु तदपि तत्र सार्धात्कप्रत्ययः अस्ति तत् क्षम्यतां तत् सार्धात्कप्रत्ययः अस्ति गणविकरणप्रत्ययः आगच्छति खलु किमपि शकारप्रत्ययः अस्ति महोदय कृत् प्रत्ययः शकारः अस्ति सद्यै इति एकं प्रत्ययः छन्दसि एव खलु तत्र कृति कृतन्त पश्यन्ती अस्मि महोदय तत्र अस्ति शकारान्त तत्र क्षमतां षित् प्रत्ययः सन्ति परन्तु शत्रुशानच्चैव अन्येषां तत्र अनेन एच् त्वम् आगच्छति वा एज् निमित्ते अशिति प्रत्यये च परे इति भवेत् खलु तदपि अस्ति तत्र इदानीं एते तत्र गणविकरणप्रत्यये आगच्छति चेत् तत्र न भवति किञ्चित् शिप् सार्धातुकं भवति चेत् गणविकरणप्रत्यय क्रयादि दिवादि स्वादिगणे तत्र तत्र चपित् प्रत्ययाः सन्ति अत्र एचः प्रसक्तिः एव नास्ति तदेव भवेत् इतोपि तत्र किमपि वक्तव्यम् आसीत् उपदेशे इति अवगच्छामि उपदेशे नास्ति चेत् तद् अनुवृत्तिः न भवेत् उपदेश अवस्थायां तद् समीचीनम् एतदेव किञ्चित् इन्कम्प्लीट् अस्ति कोऽपि षित्प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य एच् आदेशः स्यात् साक्षात् एच् आदेशः इति वदति वा अस्तु तादृशं प्रायः अस्तु पश्यामः इतोपि अग्रे किमपि अस्ति एच् नित् नित् नास्ति खलु अचोञ्ज् निति इत्यनेन गुणः अपि तदपि नास्ति इति वा षित् प्रत्ययेन नास्ति एकादेशः प्रत्ययः नास्ति यस्य कारणेन अल्वर्णस्य एकादेशः भवति एतत् निजन्ते वयं पठितवन्तः खलु अतः निच् प्रत्यय तत्र प्रसक्तिः अस्ति एतदासीत् आमां स तत्र तादृशम् अत्र न भवति इति ल्यप् अपि वयं दृष्टवन्तः खलु यस्मात् पाठात् पूर्वमेव ल्यप् आसीत् खलु ल्यप् अपि अस्ति परन्तु अत्र तदपि तत्र कित् कित्त्वम् अस्ति खलु एतत् ल्यपि अपि अस्य प्रसङ्गः अस्ति खलु पश्यामः लप्ति तत्र एच् भिन्न इति सम्यक् एव ल्यप् ल्यप् प्रत्ययः तत्रापि आसीत् एतत् मिनाति मिनोति खलु अस्ति मीनाति प्रयोगः मी योगः ल्यप् मीनाति मिनोति इति सूत्रेण उपदेशावस्थायाम् आत्वं प्रमाय इति रूप सिद्धान्तकौमुद्याम् येषाम् आत्वं स्यात् ल्यपि चकारादेश कारादेश इति एतत् निमित्ते तत्रापि एतदेव दत्तमस्ति किमपि नूतनतया न अस्तु अस्तु भगिनी अग्रे गच्छामः भगिनी उषा भगिनी भवती एव अस्तु भगिनि ईकारान्तदातवः ईकारान्तदातवः सामान्याः ईकारान्तदातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक अर्धधातुकयोः इति सूत्रेण डीङ् शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तदातवः अनिटः नीयुगः ता सार्वधातुक अर्धधातुकयोः इत्यनेन अर्धधातुकप्रत्यये परे इगन्त अङ्गस्य इकः गुणः भवति नेयुगः ता इति भवति नेता बि योगः ता सार्वधातुक अर्धधातुकयोः इत्यनेन भेता त्रियोगः ता सार्वधातुक अर्धधातुकयोः इत्यनेन क्रेयोगः ता क्रेता सामान्यकार्यमेव डिङ् शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तदातवः अनिटः अस्तु डिङ् शीङ् इति सेकः ओके डिङ् शीङ् इति धातु इमौ द्वौ धातु सेटौ इति जानीमः डीङ् योगः इता सार्वधातुकार्धधातुकयोः इत्यनेन डे योगः इता डयित एचो अयवायावः इत्यनेन डयित एकारस्य स्थाने डयित शीङ् योगः इता तथा एव शयित शयिता इति भवति सामान्यकार्यमेव दी धी योगः वेवि दीधि अपि च वेवि दी दीधि वेवि इति द्वौ धातु अनेकाचौ अतः सेटौ अनेकाचः अतः सेटौ दीधि वेवीटां दीदीङ् वेवीङ् इति धात्वोः च इट् इति आगमस्य च येषां गुणः वृद्धिः च न भवतः दीदीश्च वेवीश्च इट् च तेषाम् इतरेतरद्वन्द्वः दीदी वेवीटः तेषां दीदी वेवीटा इको गुणवृद्धिः इत्यस्मात् गुणवृद्धिः इत्यस्य अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं दीदि ओ ओ वन् वन् आमामां दीदि वेवि इटाम् इकः गुणवृद्धि न अस्तु भगिनि दीदीङ् दीदीङ् वेवीङ् इति धातु द्वौ धातोः स्थेटः परन्तु एकाच् नास्ति अपि च अनुवृत्तिसहितसूत्रम् अस्ति दि दि वे वीटाम् इति प्रथमाध्याये प्रथमाध्याये प्रथमपाते इकोगुणवृद्धि अधः अस्ति इत्यनेन दी दि वेवि इटाम् इकः गुणवृद्धि न इति मुख्यकार्यम् इति ओके सो प्रथम अध्याये एव अस्ति पठितवन्तः पठितवन्तः आम् आम् सो दीदी वेवी इटां गुणवृद्धि नास्ति गुण अपि च वृद्धि नास्ति अस्तु ईवर्णयोः दीर्घो वेव्योः यकारादि च इकारादिः च प्रत्यये परे ओ यकारादि अपि च इकारादि इकारादिप्रत्यये च परे देधी वेवी इति धात्वोः ईकारस्य लोपः भवति 7453 अस्तु दीदीयोगः गीता दीदीयोगः गीता इति कृते दीदी वेवी इडागमः भवति परन्तु गुणावृद्धिः नास्ति इति वयं जानीमः दीदीयोगः गीता सार्वधातुकार्धधातुकयोः इति गुणप्रसक्तिः दीदी वेवीटाम् इत्यनेन गुणनिषेधः दीदीयोगः गीता ईवर्णयोर् दीदी वेव्योः इत्यनेन धातोः ईकारलोपः भवति दीद् दीद् योगः इता दीदिता एव भवति सो इकारस्य लोपः धातोः इकारस्य लोपः भवति यकारादि च इकारादि यकारादिप्रत्यये परे दृष्टवन्तः वा वयं पूर्वम् एतत् दृष्टवन्तः दीदिवेविताम् दृष्टवन्तः भगिनि बट् दिस् वन् डसन् सीम् लैक् ई वर्णयोः दीदी वेव्योः तदपि वि शुड् हाव् बट् डसन्ट् सीम् टु ई वर्णयोः एतद् प्रायः न ई वर्णयोः दीदी वेव्योः प्रायः न परन्तु दीदी वेविकां वयं दृष्टवन्तः ओ द टासस्त्युर्लोपः ऋचः एति अनन्तरम् ईवर्णयोः दीदी वेव्योः ओ अस्तु अस्तु वयं दृष्टवन्तः पूर्वं कुत्रापि अत्र वापि पाठः एव इदानीमेव ल्यपि कृतवन्तः तदेव विस्मरणं जातम् दीदीवेविताम् कव्यत्वमुन् वि आर् नाट् स्टडि अदादिगणे अजन्तदातवः न एतदत्र एव अस्ति दीदीवेवि केवलम् आर्धधातुकप्रकरणे एव टासस्त्योर्लोपः दीदी वेविटां गणा किं तत् अत्रापि वयं लपि दृष्टवन्तः लपि अस्ति दीद्यः प्रदीद्यः प्रदीद्य इति भवति प्रदीद्य दीदी खलु दीदी अदादिगणीयः सो अत्र कीवन्दे विषुडा खलु परन्तु यकारादिप्रत्ययः भवेत् खलु यकारादि अथवा चित्रं किं वदति यकारादि च इकारादि च प्रत्यये परे यकारादिप्रत्ययः अथवा इकारादिप्रत्ययः परः अस्ति चेत् देधी वेवि इति धात्वोः ईकारस्य लोपः भवति ईवर्णयोर्दीर् दीदी वेव्योः दीदी वेविटां तु इट् इति आगमस्य एषां गुणवृद्धिः च न भवतः खलु अत्र अदा पूर्वमेव अदादिगणीयः इति योगः तत्र न भवति. तत्र तु शपः लुक् जातः खलु. लेप् प्रत्ययपरे भवति खलु तत्र लेप् लेप् पश्यामि वा एकनिमिषम्. हा लेप् अस्ति तत्र प्रदीद्या इति प्रदीद् प्रदीदि योग लेप् तत्र प्र उपसर्ग अत्र ईकारस्य लोपः भवति प्रदीद्या इति भवति प्रदीद्या इति रूपं. अजन्त अदादिगणे अजन्तदातवः कृते अस्ति भगिनि. ीटाम् अस्ति परन्तु तदपि अस्ति भगिनि. अदादिगणे अजन्तदातवः दीदिः वेवी इति धात्वोः अन्त्यवर्ण इकारस्य लोपः भवति. यकारौ ईवर्णादौ च यकारे तु इकारः उच्चारणार्थः प्राप्तं भगिनि. दीदियोगः ऐ दीद्यै दीदियोगः ते दीदि दीदियोगः ऐ इत्यत्र इकारलोपः खलु. इडागमः चेत् पुनरावृत्तिः दीदि ऐ दीद्यै दीद्ययोगः ऐ अजादिपित्सु अपि अजादि अपित्सु अपि चिन्तनं समानम्. ईकारादिप्रत्ययेषु ईवर्णयोर्दीदीवेव्योः इत्यनेन दीदी धातोः अन्त्यवर्ण ईकारस्य लोपः भवति. दीदीयोगः दीदीत दीदी वेवी इति धातोः इडागमः चेत् येषां गुणः वृद्धिः न भवतः. अनेन इडागमस्य गुणः न कदापि भवति इति वदति. भूयोगः तास् योगः लुट् भूयोगः ईत ईत् योगः आ भविता. तस्य वित्तिकार्यं न कुत्रापि विहितम् भवति. कुत्र पठितवती भगिनि? तत्र अदादिगणपाठगणे या अत्र अहमपि अत्र अस्मि. इकारादिप्रत्ययेषु अनन्तरं दीदियोगः ईत दीद्योगः ईत दीदित ओ भूधातोः अस्तु अस्तु. लुट्लकारस्य रूपं सम्पूर्णप्रक्रिया न प्रदर्शितः. ओके ओके. भूयोगः ईत् ओ एतत् दीदी विल् सत्यं दीदीकं तत्र जक्षित्यादयः सप्तदातवः तत्र आगच्छति खलु दीदी षट् दक्षित्यादयः षट् बहु पूर्वं पठितम् अस्तु. सो दीदीयोगः ऐ इत्यत्र तत्र ईकारलोपः ईकारलोपः दीद्यै अजादिपित्सु अपि अजादि अपित्सु अपि चिन्तनं सपानम्. इको यणचि इत्यनेन यण् आदेशः तत्कार्यं प्रबाद्य सार्वधातुकार्धधातुकयोः इति गुणकार्यसप्तशक्तिः. परन्तु दीदी वेविताम् इत्यनेन गुणनिषेधः समीचीनम्. तदा अचिष्णुधातु ब्रुवाङ् इत्यनेन इयङ् प्रसक्तिः. तत् प्रबाद्य एरनेकाचो इत्यनेन यणः प्राप्तिः. सो अजादिपित्सु अपि यण्सन्धि एव अत्र दत्तम्. अजादिपित्सु सर्टन्लि यण् बट् अजादि अपित् गुणनिषेध अपि च यण् यणादेशः. एरनेकाचो न तु एरनेकाच एरन असयोगपूर्व इत्यनेन असंयोग सत्यम्. अनन्तरं तत्र दीदीयोगः ईत इति प्रत्ययः अस्ति चेत् तत्र ईवर्णयोर्दिदिवेव्योः इत्यनेन अन्त्य इकारस्य लोपः भवति. दिदीत इति रूपं दीदीयोगः ईत ईत ईत सम्यक्. बहुवारं वयं पूर्वं गत्वा किं पठितवन्तः इति द्रष्टव्यमेव. ईत प्रत्यय कुत्र अस्ति? ईत इति एतत्तु आत्मनेपदि खलु ते आते इते ते आते इते आत्मनि आत्मनेपदि ईत ईत ईयतम विदिलिङ्ग् विदिलिङ्ग् ईत ईयतम् ईरन् आत्मनेपदि आत्मनेपदि प्रत्ययः आं भगिनि अस्तु अत्र अग्रे गच्छामः इदानीं स्पष्टं खलु अस्तु तदेव अत्रापि आसीत् किमर्थम् अत्र वेवीट् विषये किमपि न उक्तं वेवी वेवी अपि ईकारान्तः एव खलु अग्रे आगच्छति वा वेवीङ्ग् प्रायः अग्रे आगच्छति ओ छन्दसि एव भगिनी अत्र दत्तं अजादि वेवी अत्र दत्तं छन्दसि वा वेवे आत्मनेपदि धातुः सर्वाणि सूत्राणि दीदिङ्ग् धातुरे समीचीनम् ओके अस्तु भगिनी धन्यवादः प्रायः विजया भगिनी पठति वा पुनः अस्माकं मीनाति आगच्छति नमस्कारः महोदय मी हिंसायां डीङ् क्षये इति द्वौ धातु एतदेव खलु महोदय आं तद् प्रथमवाक्यम् अनुवृत्ति एवं पठतु भगिनि इदानीमेव पठितं खलु एतत् अन्यविषये एव अस्ति खलु इदानीमेव मया अपि तत्र दृष्टं मीनाति मिनोति डीङ्गां ल्यपि च इत्यनेनैव अत्र ल्यपि कार्यं भवति चेत् अस्ति चेत् अत्र कार्यं भवति इति परन्तु तत् सूत्रम् इदानीं एतदपि तदेव भवति इदानीम् अत्र क्रयादौ मी हिंसायां स्वादौ धुमि प्रेक्षणे खलु प्रेक्षपणे वा प्रेक्षणे एव आं तत् मुद्रणदोषः प्रायः पूर्वं द्विवादौ कापि पेस्ट् एरर् प्रायः प्रेक्षेपणे इत्येव अस्ति भगिनि पूर्वमपि प्रेक्षेपणे प्रेक्षेपणे द्विवादौ दीङ् क्षये इति अर्थे इत्येतेषां धातूनाम् अन्त्यस्य अलगस्थाने अकारादेशः भवति यपि विषये एव एच् निमित्त चिद् भिन्नप्रत्ययस्य च विषये इदानीमेव भवत्या एतत् विषये अत्र चर्चां कृतवन्तः अनुवृत्तिसहितसूत्रं मीनाति मिनोति डिङ्गाम् आत् यपि च एच् एज् निमित्ते प्रत्यये उपदेशे अशिति इति अत्र अग्रे पठामि वा अत्र प्रायोगः मी अस्ति मी प्रायोगः मी योगः ता इत्युक्ते अत्र मी स्थान मी योगः ता इति भवति मीनाति मिनोति डीङ्गां यपि च इत्यनेन स्वादौ धुमि प्रेक्षपणे इत्यस्य धातौ अन्त्यस्य अलगस्थाने आकारादेशः भवति एच् निमित्त सिद्ध भिन्न प्रत्ययस्य च विषये अतः तत्र प्रयोगः मा योगः ता इति योजनेन प्रमाता इति भवति प्रमाता प्रमेयं प्रमाणम् इति वयं दृष्टवन्तः एतत्तु किं तर्कविषये इदानीमत्र प्रमाता इति तत्र दत्तम् अनन्तरम् उपसर्गयोजनेन उपयोगः डीङ् डीङ् योगः ता इत्युक्ते अनुबन्धलोपानन्तरं डी एव तिष्ठति डी योगः ता तत्र अपि मीनाति मिनोति डीङ्गां ल्यपि च इत्यनेन आकारादेशः भवति अतः उपयोगः दा योगः था इति भवति उपदाता इति अस्ति समीचीनम् अत्र केवलं मीनाति मिनोति इति सूत्रेण तत्र आत्वं भवति तावदेव अन्यत् किमपि नास्ति तद् एच् निमित्त षिद् भिन्न सकारः इति षिद्भिन्नप्रत्ययः एचः निमित्तं नास्ति अतः अनेन तत्र पत्वम् अग्रे भगिनि लिङ्ग् श्लेषणे ली श्लेषणे इति द्वौ धातु विभाषा लीयतेः इत्यनेन लिङ्ग् श्लेषणे दिवादिगणौ अनन्तरं ली श्लेषणे क्रयादौ इत्यनयोः विकल्पेन आदु आदेशः भवति एचः विषये अत्र अपि इदानीमत्र ली योगः ले भवति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन एव अनन्तरं ला इति भवति विभाषा लीयते इत्यनेन आतुम् आदेशः भवति इदानीमत्र उपसर्गयोजनेन विलाता इति भवति एतत्तु आत्व अभावे अत्र विलेता इति भवति आतुमस्ति चेत् अत्र विलाता इति भवति समीचीनम् अत्र विभाषा लीयते इति द्वयस्यापि समानरूपमेव उकारान्तदातुः पठतु भगिनि आम् भगति उकारान्तदातवः सामान्याः उकारान्तदातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक अर्धधातुकयोः इति सूत्रेण यूरु नु स्नु स्नु स्नु स्नु सु नु इत्येतां धातून् त्यक्त्वा अन्ये सर्वे एकाशः उकारान्तदातवः अनिटः हूयोगः ता इति भवति सार्वधातुक अर्धधातुकयोः उकारस्य स्थाने ओकारः भवति ओकारः को इति भवति इदानीमत्र विभाषा लीयते इत्यनेन लीयते किमपि नास्ति तावदेव केवलं मेलनं वर्णमेलनमेव सत्यं होता इति भवति अनन्तरं ध्रु इति धातु अस्ति ध्रुयोः ता तत्र अपि द्रो भवति सार्वधातुक अर्धधातुकयोः अनन्तरं ता योजनेन द्रोता इति भवति षट् सेटः उकारान्तदातवः यूरु नु नु सु नु इत्येते दातवः सेटः यूयोः इता भवति सेटः अस्ति चेत् अत्र इडागमस्य चिन्तनं भवति अतः यूयोः इता अत्र तत्र अपि गुणः भवति सार्वधातुक अर्धधातुकयोः अतः योता इति भवति यो अनन्तरं यो उत अत्र ओकारस्य स्थाने अवादेशः भवति यविता इति भवति यविता इति भवति अनन्तरं रविता अनन्तरं नोविता नविता क्षविता क्षविता स्नु नविता इति भवति नविता सत्यम् प्रथमं गुणः नो रो स्नो क्षो क्ष्णो अनन्तरम् अवादेशः तावदेव अत्र धन्यवादः आं महोदय उकारान्तः कुपादिदातवः उकारान्तः कुटादिदातवः एकंश अस्तु गाङ्कुटादिभ्यो नित् नित् इति अनित् नित् इड् इङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्यय नित्वत् भवति कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति सर्वे धातवः तुदादिगणे सन्ति कुट् आदिः येषां ते कुटादयः बहुव्रीहि गाङ् च कुटादयश्च ते गाङ् कुटादयः तेभ्यः कुटादिभ्यः तत्र सूत्रं स्वयं सम्पूर्णं भवति गाङ् कुटादिभ्यः अनित् नित् इति लुटि सिदतिङ् प्रत्ययः सर्वे ञित् नित् भिन्नाः इत्यतः गाङ् कुटादिभ्यः धातुभ्यः एते सर्वे नित्वद् भवन्ति अतः गुणः न भवति तत् सर्वत्र निति च इति सूत्रेण गुणनिषेधः निति च इति सूत्रं वदति निति च तत्र यः प्रत्ययः कित् गित् अथवा णित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणात् इकारस्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणवृद्धिः न भवति इति वदति इदानीं गु इति पुरुषोत्सर्गे इति गु योग ता इति अस्ति एतत् उकारान्त तत्र अनिट् प्रत्ययः अस्ति गुता इत्येव भवति तत्र कुटादिगणीय अस्ति इति कृत्वा गुता तथैव धृ इति अस्ति तत्रापि गतिस्तैर्योः इति धृता एव गुणः न भवति ध्रोता न भवति कुशब्दे कुशब्दे इति अस्ति तत्र एतदपि अनिट् प्रत्यय अनिट् धातुः क्षम्यतां तत्र गुणः न भवति इदानीं गाङ्कुटादेभ्यो अनित् नित् इति इत्यनेन तत्र कुता इति भवति कुता इति भवति सर्वत्र बाधितमेव अनेन सूत्रेण ङित्वत् सर्वे ङित्वत् भवन्ति ऊर्णधातुः अस्ति पठितवन्तः विभाषोर्णोः इति ऊर्णधातुतः विधीयमानः इडादिप्रत्ययः विकल्पेन नीतिवद्भवन्ति विभाषा प्रथमन्तम् ऊर्णोः पञ्चम्यन्तं द्विपदमिदं सूत्रम् विज ईड् इत्यस्मात् ईट् प्रत्ययस्य अनुवृत्तिः गाङ्कुटादिभ्यो अनित् नित्य इति इत्यस्मात् नित्य इत्यस्य अनुवृत्तिः अनुवृत्ति सूत्रमस्ति ऊर्णोः इट् नित् विभाषा इति अस्ति ऊर्णयोग इता इति अस्ति तत्र ऊर्णयोग इता ऊर्ण इति अनेका च अस्ति अतः गुण तत्र इडागं भवति ऊर्णयोग इता इति अस्ति अत्र विकल्प विभाषोर्णोः इत्यनेन विकल्पेन नित् अतः निति च इत्यनेन एकस्मिन् पक्षे गुणनिति चेत् अपरवणि पक्षे गुणः भवति यदा गुणनिषेधः भवति अजिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति ऊर्णविता ऊर्णुविता इति भवति अपक्षे नित्वत् न भवति चेत् गुणः भवति अत्र अव् भवति अतः ऊर्णविता इति भवति गुणः भूत्वा अवादेशः ऊर्णविता ऊर्णविता इति रूपद्वयं विभाषेर्णो इति सूत्रेण ऊर्णदत्तो उकार दीर्घ उकारान्तः वयं जानीमः उकारान्तः सर्वे सेटः इति अत्र गुणकार्यं भवति यथापेक्षितं सर्वदत्तकारदत्तक इति सूत्रेण इडागम इडागमपाठे सर्वे उकारान्तदातव सेटः इति अधीतवन्तः भूयोग इता तत्र गुणः भूत्वा सार्धार्थकार्धक इत्यनेन भूता भो भवति अनन्तरं यचो यवयावः भविता तथैव ऊधातोः अपि पविता वस्वस्तु चत्वारः ऊकारान्तदातः वेटः इत्यपि ज्ञातवन्तः वेट् धातुपाठे तत्र एते चत्वारः वेट् धातवः ऊदित् धातवः एतत् दूय् दू अस्तु द्वौ धातु धू धातुः द्वि कम्पने स्वादौ क्रयादौ च द्वौ सू धातु शूं प्राण प्राणिगर्भविमोचने अदादिगणीय शूं प्राणिप्रसभे इति धू विदूनने धूय् कम्पने चुरादि द्वौ धातु सेटौ अस्तु तत्र धू कम्पने इति अस्ति धू विदूनने इति सेट् अस्ति चुरा धूय् कम् धूय् विदूनने धूय् कम्पने इति चुरादि चेत् द्वौ धातु सेटौ द्वे धातु द्वे सेटः द्वे द्वौ सेटः द्वौ वेटः इति अस्ति खलु तदेव अस्ति खलु आम् आं सत्यं द्वौ विदूने द्वूय् कम्पने इति सेटौ अनन्तरं तु धातु द्वूय् कम्पने स्वादौ अपि अस्ति क्रयादौ अपि अस्ति सुधातु इति यद् अस्ति तद् वेट् सामान्य वेट् अस्ति अत्र स्वरति सूति धूयतो वा इति श्रूयति सत्यं तद् इति उक्तं साक्षात् अस्तु उदित् नास्ति तत्र उक्तम् अस्तु अत्र उक्तम् अस्तु तर्हि तत्र इदानीं धूधातोः इडागमपक्षे तत्र धूधातुः अस्ति खलु तत्र धूधातुः धू इता अत्र गुणः अनन्तरं यचो धविता एवमेव सु इत्यस्य सविता इति भवति सविता धविता अनिडादिपक्षे किं भवति धूयोग था इति अस्ति धोता तथैव श्रोता इति सत्यम् इति भवति अत्र किमपि विशिष्टकार्यम् इति किमपि नास्ति अस्माकं सार्वधातुक आर्धधातुकयोग समीचीनम् अरुणा भगिनि कुटादिदातवः भगिनि कुटादिगणे नु स्तवने धू विधूनने इति द्वौ ऊकारान्तदातवः स्तः द्वौ अपि सेतौ द्वयोरपि कुटादिगणेयत्वस्य गुणनिषेधत्वात् उवङ् आदेशः भवति ओके कुटादिगणे धातुद्वयं नु स्तवने अस्ति धू विधूनने द्वौ धातु सेतः परन्तु कुटादिगणे अस्ति अतः वयं जानीमः कुटादिभ्यो गुणनिषेधः भवति ओवङ्गादेशः भवति अत्र उदाहरणमध्ये नु स्तवने नुविता भवति धू विधूनने द्विविता भवति गुणनिषेधः अत्र अस्ति केवलं नु युगः इत सार्वधातुक आदधातुको इत्येन गुणप्रसक्तिः अस्ति किरिति च इति सूत्रेण गुणनिषेधः नु इत अचिष्टधातुर्भ्रुवां युवाङ्गौ इयङ्गौ इत्यनेन अजादि प्रत्ययपरे उवङ्गादेशः न उव् इत नुविता भवति तदेव वयं पठितं नु धातु प्रथमम् इत अस्ति सार्वधातुकान्तदिने गुणः भवति प्रसक्तिः अस्ति परन्तु निषेधः भवति गाङ्कुटादिभ्यो गाङ्कुटादिभ्यो निण्णि नित् इति सूत्रेण अतः अधुना अच्छद्वर्ण अस्ति कृत्वा अचिष्टधातुर्भ्रुवां युवाङ्गौ इति सूत्रेण ऊ आदेशः भवति तदेव धू धातु अपि धू दविता भवति दुविता भवति न यदा पूर्वम् एव धू तत्रापि गुणनिषेधः दविता सत्यं न दुविता दविता न दुविता भगिनि उवङ्ग् आदेशः खलु दुविता दुविता इति भवति ब्रूधातुः अपि पठतु भगिनि भगिनि ब्रूधातोः वच् इति धात्वादेशः ब्रू तास् टिप् ब्रुवो वच्चि इति सूत्रेण ब्रुवो वचिश् आदे ब्रूस्थाने वाचि आदेशः भवति आर्धधातुकविषये वच् युगः तास् युगः टिप् वच् योगः ओके सकारभूत् वच्यवता प्रथमं चोः इत्यनेन चवर्गपदे वक् अत्र वक् युगः त वक्ता भवति तदेव सत्यमेव खलु जलादिप्रत्यये परे चकारस्य स्थाने कवर्गादेशः वक्ता वक्तासूत्र ब्रुवो वाचिरादेशो भवति आर्धधातुकविषये इकार उच्चारणार्थं ब्रुवः सुष्ठन्तम् अवाचिः प्रथम एकवचनं द्विपदमिदं सूत्रम् आर्धधातुः इत्यस्य अधिकारः अनुवृत्तसहितसूत्रं भ्रुवः वाचिः आर्धधातुके भ्रुवो स्थाने वाचि इति आदेशः भवति आर्धधातुकप्रक्रिया परे तदेव सूत्रं सम्यक् धन्यवादः रूकारान्तधातवः सामान्यः रूकारान्तधातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक आर्धयातुकयो इति सूत्रेण उरुङ् उरुञ् इति द्वौ धातु सेटौ स्पृ धातु वेट् एतान् त्रीन् धातून् विहाय अन्ये सर्वे एकादः ऋकारदधातवः अनिटः ऋकारदधातु सर्वे सेटः न भगिनि ह्रस्वरिकारान्तः ह्रस्वः खलु दीर्घस्य विषये प्रायः भवती वदति एतत्तु ह्रस्वः अत्र सर्व गुणकार्यं भवति सर्वदातुकयोः इत्यनेन धातु सेटः वयं जानीमः सर्वे अपि अनिटः उदाहरणं क्रु युवता सार्वधातुक अर्धयातुकयोगेन गुणभूत्वा खर् युवता कर्ता भवति तदेव ध्रुयुवता सार्वधातुक अर्धयोगेन गुणभूत्वा दर्ता भवति ध्रुयुवता सार्वधातुकेन वर्ता भवति वर्ता भवति समीचीनं भगिनी धन्यवादः धन्यवादः सः सामान्येषु तु अधिककार्यं किमपि नास्ति उषा भगिनी अस्तु भृङ्ग् भृङ्ग् व्रीङ् इति द्वौ धातु सेटौ वृ तो वा वृ धातोः ऋकारान्तेभ्यः च धातुभ्यः इटो वा दीर्घो भवति वृ इत्यनेन वृङ् वृङ् वृञ्जोः सामान्येन ग्रहणम् वृ धातोः वृङ् वृञ्च् इति द्वौ धातु अत्र ऐ थाट् इट्स् ह्रस्व ऋकार वृतो वा इति दीर्घ ऋकार वृ धातोः ऋकारान्तेभ्यः धातुभ्यः इटः वा दीर्घः भवति वृङ् योगः इत इटः वा भवति दीर्घो वा भवति वृङ् योगः इता सार्वधातुक आददातुकयोः इत्यनेन वर्योगः इता सो वरिता आम् आर् अथवा वरीत ओ दीर्घः अपि भवति वृतो वा इत्यनेन वृ धातुः अपि च ऋकारान्तदातुभ्यः ओ अस्तु अस्तु वृ धातुः अपि च दीर्घ ऋकारान्तेभ्यः धातुभ्यः अपि इटो वा दीर्घः भवति इट् अस्ति चेत् दीर्घः अपि भवति खलु भगिनि सर्वे वा केवलं वृ धातोः विषये वा वृ धातुः धातुः अपि च ऋकारान्तेभ्यः धातुभ्यः अग्रिम अस्ति ऐ थिङ्क् ऋकारान्तधातुभ्यः वृतो वा तत्रापि दत्तं भगिनि वृ धातुः अपि च ऋकारान्तस्य तत्र सन्धिः भवति प्रायः अतः ऋतो वा इति वा न महोदय अत्र दत्तं महोदय अत्र अग्रे दीर्घ ऋकारान्तेभ्यः कृते वृतो वा इत्यनेन ऋकारान्तेभ्यश्च धातुभ्यः इतो वा दीर्घो भवति अत्रापि दत्तं अस्ति आम् वृ इति वृङ् वृयो सामान्येन ग्रहणम् तस्माद् उत्तरस्य ऋकारान्तेभ्यश्च ईटो वा दीर्घो ईटो वा दीर्घो भवति समीचीनं ईट् अपि अस्ति अपि च दीर्घः अपि अस्ति वरिता अपि अस्ति वरीता इत्यपि अस्ति तरित इति त्रिधातुः दीर्घकारं तरित अत्रापि अस्ति. व्री इति इता इति चेत् सार्वधातुक अर्धधातुकयोः किमर्थं तत्र अत्र पुनरपि दत्तं वृधातोः भिन्नधातुः वृङ् इति एकं धातु वृञ्ज वृञ्ज तदपि वृ इत्यनेन वृङ् वृञ्ज् प्यो सामान्येन ग्रहणं द्वयोः अपि इत्यनेन वृङ् योगः वृङ् योगः इता इत्यपि वरिता वरीता अपि भवति रूपं समानं परन्तु धातु धातु भिन्नं. अस्तु भगिनि वृ स्वृ धातुः सेट् वेटः ओके वेट् इत्यनेन इट् इडादिपक्षे स्वृयोग इता इति कृते सार्वधातुक अर्धधातुक इडागमः अस्ति इत्यनेन स्वर्योगः इता स्वरिता भवति. अनिडादिपक्षे स्वृयोगः ता सार्वधातुक अर्धधातुकयोः गुण स्वर्योगः ता स्वर् पूर्वं यद् दृष्टं द्वयमपि सेट् व्री वृ वृ धातु द्वयमपि सेट् एतत्तु वेट् स्वृ धातु ऋकारान्तेषु अपि भेदः केवलं सामान्यऋकारान्तः एव पश्यन्तः स्मः तत्र एव भेदः. इदानीमेव दीर्घऋकारान्तः आगच्छति यत् भगिनी ऋकारान्तधातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक अर्धधातुकयोः इति सूत्रेण. यथा अधीतवन्तः इडागमपाठे सर्वे एकाचः ऋकारान्तधातवः सेटः ऊदृदन्तैर् अस्तु तृयोगः इता सार्वधातुक अर्धधातुकयोः इत्यनेन तर् योगः इता हरिता वृतोवा इत्यनेन ऋकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति तरीता अपि भवति तत् तरिता अपि च तरीता गुणकार्यम् अपि च इडागमः अस्ति इत्यनेन तरिता अनन्तरं दीर्घ इत्यनेन तरीता तथा एव श्रूयोगः ईता शर् शरिता अथवा शरीता जृ योगः इता जर् जरिता अथवा जरीता गृ योगः इता गरिता अथवा गरीत इति सर्वेषाम् अजन्तधातूनां लुट् लकारस्य रूपसिद्धिः समाप्ता. तत्र सामान्यसूत्राणि एव अधिकं दृष्टवन्तः न विशेषसूत्राणि इति अधिकं न आसीत्. पूर्वभागः एव किञ्चित् क्लिष्टकरः आसीत्. यदा वयम् अङ्गं साधितवन्तः सामान्य अङ्गकार्यं तु तस्य अपेक्षया सरलमेव खलु. द्वितीयम् धन्यवादः भगिनी. विजया भगिनी पठति वा भ्वादिगणात् आरभ्य? आं महोदय, अत्र भ्वादिगणात् आरभ्य त्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट् लकारस्य रूपस्थितिः. हलन्तधातवः आधिक्येन सेटः यथा जानीमः. यावन्तः अलन्तदातवः सेटः तेषु ये लघु उपदातवः न येषां किमपि कार्यं नास्ति केवलं वर्णमेलनमेव. यथा आर्चपूजायाम् इति अस्ति चेत् अत्र अनुबन्धलोपानन्तरम् अर्च एव तिष्ठति. अर्चयोगः एता हलन्तदातवः सेटः लघु उपदातवः नास्ति अतः किमपि कार्यं नास्ति वर्णमेलनमेव अतः अर्चिता इति भवति. चर्च् चर्चिता द्वयाचृ इति टु याचृ इति अस्ति. याच् इति धातु एव इदानीं याचित घट घटित वन वनित प्रस विस्तारे इति अर्थे प्रसित एवमेव पट् योगः इता भवति चेत् पठित अत्र अपि वर्णमेलनमेव हलन्तधातूनां सर्वे सेटव सेटः इति वयं दृष्टवन्तः वद्योगः इत वदित मील् योगः इत मीलित मूस् योगः इत मूषित ये सेट् धातवः लघु उपदाः तेषां पुगन्तलघुपदस्य च इत्यनेन उपदा गुणः भवति लिक् योगः इत अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन इकारस्य स्थाने एकारः भवति लेक् योगः इत लेखित मिद् योगः इत मेदित चित् योगः इत खेदित अग्रे पठामि वा कुटादिगणीयः सेट् इदु उपदधातुः एकः एव डिप् धातुः अत्र गाङ्गुटादिभ्यो निन्यत् इति इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित् नित् भिन्नप्रत्ययः ञित्वत् भवति अतः एभ्यः धातुभ्यः ञिति च इत्यनेन गुणनिषेधः भवति धातु अपि एकमेव भवति डिप् योगः हिता अत्र दिपिता इति भवति किमपि कार्यं नास्ति तत्र गुणनिषेधः जातः अतः दिपिता इत्येव एतत्तु पठितमेव खलु अस्तु भगिनि धन्यवादः धन्यवादः महोदय विद्युदातुः विजिदातु खलु विज विज ईट् तुदादिगणीयः विजिदातुः ओवेजि भवचरणीयोः इत्यस्मात् सर्वे विधीयमानाः इडादिप्रत्ययाः नित्वं भवन्ति उद्विजिता उद्विजितुम् उद्विजितव्यम् इति इटि किं तत्र यदि इडागं न भवति चेत् अत्र लुडन्त उद्वेजनम् अनियप्रत्य उद्वेजनीय तत्र गुणः भवति विजः पञ्चम्यन्तम् इट् प्रथमान्त द्विपदमिन्दसूत्रं गाङ्गुडादिभ्यो अनित् नित् इत्यस्मात् नित् अनुवृत्ति अनुवृत्ति सूत्रमस्ति विजः तत्र इडादिपत्ये परे तत्र नित्वत् भवति यथा उद्योग विज् तत्र एतत् सेट् अस्ति उद्योग विद्योगयिता उद्विजिता उगन्तगुपदस्य इत्यस्य गुणादेशप्रसक्तिः अस्ति परन्तु नित्वत् भवति विज ईट् इति सूत्रेण नित्वत् भवति तस्मात् निति च इत्यनेन गुणनिषेधः इति अस्ति अग्रे सेट् उदुपददातवः ये सेट् दातवः उदुपदाः तेषां पुगन्तलघुपदस्य च इत्यनेन उपदागुणः भवति यथा मुदुयोग इता मोदिता प्लुष् योग इता प्लोषिता इति कुटादिगणीयः सेट् उदुपददातवः तत्र गाङ्गुडादेभ्यो आनि नित् इत्यनेन गुणनिषेधः नित्वत् भवन्ति अतः अन्य एते कुटादिगणीयदातवः अतः तत्र नितिचेतसूत्रस्य प्रसक्तिः अस्ति गुणनिषेधः भवति अतः गुज्जु गुज्जु गुजिता कुच् कुचिता कुट् कुटिता इति पुट् पुटिता स्फुट् स्फुटिता सर्वत्र गुणः न भवति तत्र मुट् एते सर्वे पुट् मुट्टु तुट्टु चुट्टु लुट्टु गुडु पुडु तुडु स्पुडु रुडु सर्वे टवर्गीयान्ताः अनिटः भवन्ति क्षमितं तत् क्षमितां सर्वे सेटः खलु सर्वे सेटः भवन्ति टवर्गीय सर्वे सेटः भवन्ति क्षम्यताम् अतः तत्र सर्वे रेफान् रकारान्तः अपि सेटः एव तत्र चुर् चुरिता स्फुरु स्फुरिता स्फुट् त्रुट् चुट् जुट् गुटु गुडु तुडु स्थुडु चुडु कुरुडु गुर्रु इति तत्र गुरिता सर्वे लकारान्तः अपि सेटः एव स्फुलिता सेटः एव अत्र किमपि न तर्हि तत्र कुटादिगणीयदातवः सर्वे सेटः गुणः न भवति गाङ्गुडादेभ्यो ननित् इत्यनेन इति अस्ति सेट् ऋदुपददातवः सेट् ऋदुपददातवः ये सेट् दातवः ऋदुपदाः तेषां पुकद्रवृत्तिः इत्यनेन उपदा गुणः भवति वृष इति वर्षिता इति गुणः भवति हृष हर्षिता इति भवति कुटादिगणीयौ सेटौ ऋतुपदधातुः द्वौ कृड् अपि च बृड् इति अस्ति तर्हि तत्र गुणनिषेधः भवति कृड् क्रीडिता बृड् भृडिता इति भवति अतः चिन्तनद्वयम् अपेक्षितं प्रत्येकस्मिन् क्रमे वर्गीकरणे सामान्य सेट् ऋतुपद कुटादिगणीयः इति तदपि सेट् एव परन्तु गुणनिषेधः भवति सामान्येन अस्ति चेत् गुणः भवति समीचीनं सम्यक् धन्यवादः महोदय अरुणा भगिनी कृप् धातुः भगिनि कृप् धातुः कृप् धातो धात्वादेशः च परस्मैपदे इदागमनिषेधः कृप् युग इत पुगन्तलघुपदस्य चैतन्येन कर्प् युग इत कृपोरोलः इत्यनेन कृप् धातोः रेफस्य लकार आदेशः क्लप् युग इत कल्पित आत्मनेपदे परस्मैपदे तासि च कृपः इत्यनेन इदागमनिषेधः अत कल्पता भवति वयं जानीमः कृप् धातु आत्मनेपद धातु अतः प्रथमम् इदागम आगच्छति कृपधातु परस्मैपदे अपि तासि प्रत्यय अस्ति चेत् परस्मैपदी भवति अतः इदागमात्र न भवति क्रिया अस्ति कृप्योः इतः सुगन्तलघुपदस्य च इत्यनेन कप्योः इतः कृपोरोलः इति सूत्रेण रेफस्य स्थाने लकार आदेशः भवति कल्प इति कल्प एव इतः कल्पिता भवति परस्मैपदे परस्मैपदे अस्ति अत्र तास् प्रत्यय आगच्छति गुणनिषेधः कृत्वा कल्पता एव रूपं भवति कृपो पठामि भगिनि सूत्रमस्ति तद् कृपोरोलः परिचितमेव तासि च कृपः पठतु भगिनि तासि च कृपः सप्तम अध्याये पदं द्वितीयपादे षष्टि कृप कृप् धातोः परस्य परस्मैपदसंज्ञकः तास् च परस्मैपदसंज्ञकः सकारादि आर्धधातुकप्रक्रियाः च अनयोः इदागमो न भवति नाम केवलम् आत्मनेपदसंज्ञकः तासः च आत्मनेपदसंज्ञकः सकारादि आर्धधातुकप्रत्यय इदागमो भवति कृप् धातु उपदेशे आत्मनेपदी किन्तु लुटि च कृपः इत्यनेन स्या सन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप् धातु विकल्पेन परस्मैपदः अपि भवति सिद्धान्तकौमुद्यां लुटि स्यासनोश्च कृपोः परस्मैपदं वा स्यात् अतः लुटि परस्मैपदे इदागमभावे कल्पता भवति आत्मनेपदे इदागमे सति कल्पिता भवति तासि सत्यम्यन्तं च अव्ययं कृपः पञ्चम्यन्तं त्रिपदमिदं सूत्रम् आदुधातुकस्य त्वलादेः इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः गमेरित् परस्मैपदेषु इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः न वृद्ध्य रुदभ्यश्चतुर्भ्यः इत्यस्मात् न इत्यस्य अनुवृत्तिः च इत्यनेन से असि सयसिचि कृत्त श्रुत श्रुत श्रुत श्रुत अनृतः श्रुत श्रुत अनृतः इति इत्यस्मात् ते इत्यस्य सप्तम्यन्तस्य अनुकर्षणम् अनुभूतिसहितसूत्रं कोपः परस्मैपदेषु आदुदातकस्य ज्वालादेः न तासि से च वयं जानीमः कल्पदातु अत्र तासि इति प्रत्यये आगच्छति कृद्धातोः परति परे चेत् अन्य अस्ति परस्मैपदसंज्ञक सकारादि अर्धदातुकप्रत्ययः पदे पदे अस्ति चेत् इदागमः न भवति केवलम् आत्मनेपदे अस्ति परस्मैपदिसंज्ञक तास् अनन्तरम् अनन्तरं परस्मैपदिसंज्ञक सकारादि अर्धदातुकप्रत्ययः द्वयोः स्थलयोः तत्र क्रीडागमः न भवति धातु वदामि भगिनि ग्रह् धातुः वर्तते ग्रह् धातु ग्रहो लिट्टि दीर्घः एकात् ग्रहे विहितस्य इतः दीर्घः स्यात् न तु लिटि ओके ग्रह् धातु अत्र सूत्रमस्ति ग्रहो लिटि दीर्घः ग्रह धातुः एकाचेव अतः तत् विहाय एकात् ग्रहे विहितस्य औतनकं ग्रह धातु एकाच् अस्ति अधुना इत्यादेशः अस्ति चेत् दीर्घः भवति परन्तु लिट्लकारे न लिट्लकारे न भवति इतः इता ग्रहो लिटि दीर्घः इति ग्रहीता ग्रहीता भवति दीर्घः भूत्वा ग्रहीता भवति सत्यं ग्रहो लिटि ग्रहीतुं ग्रहीतव्यम् इति तत्र दीर्घः भवति ग्रहधातोः इडागम प्रत्यये परे दीर्घः स्वचिनं धन्यवादः उषा भगिनी सक्ष सक्ष् धातुः सक्षिङ् धातुः सक्ष् धातोः क्या क्या अपि अथवा इति आदेशौ आदेशः द्वयोः द्वय आदेशः अपि अस्ति आदेशद्वयम् अस्ति यद्यपि चक्ष् धातुः सेट् तथापि तस्य ख्या अपि च ख्या इति धात्मादेशौ अनिटौ चक्ष् योगः लुट् इति कृते चक्ष् स्थाने ख्या योगः ता ख्याता चक्ष्योगः लुट् क्षा योगः ता क्षाता सो द ककार अपि अस्ति इक्षाता चक्षिङ् चक्षिङ्गः ख्याञ्च् सूत्रं वयं पूर्वं दृष्टवन्तः ख्याता क्षाता चक्ष् धातोः ख्या अपि अस्ति क्षा अपि अस्ति चक्षिङ् धातोः आर्धधातुकप्रत्यये परे ख्याञ्च् आदेशः भवति किन्तु अत्र भाष्यकारः वदति यत् ख्यातिः अयम् आदेशः इत्युक्तौ आदेशः ख्या न अपि तु क्षा तदा चर्त्वादेशत्वेन क्षा भवति ख नास्ति ककारः भवति अपि च पूर्वद्रासिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति क्षाञ्चः शस्य यो वा वक्तव्यः अनेन क्षाञ्च् इति आदेशस्य शकारस्य विकल्पेन यकारादेशः भवति ओके दत्स् क्याञ्च् ओके फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ् धातोः स्थाने क्याञ्च् क्षाञ्च् इति द्वौ आदेशौ सिद्धौ। एकवारं क्याञ्च्, अपरस्मिन् पक्षे क्याञ्च्। तदपि अस्ति महाप्राणककार अपि च शकार तदपि सत्यम्। सो वा एव खलु वा वक्तव्यः। सो पूर्वत्र सिद्धम् अधिकारे अस्ति। ओके, क्षाञ्चः शस्य यो वा वक्तव्यः। यकारादेशः भवति, आदेशस्य शकारस्य विकल्पेन यकारादेशः। सो ख्याता ख्याता अनन्तरं ख्याकार शकार अपि अस्ति। ओके, सत्यं, तद् तु आर्धधातुके परे एव खलु सर्वं चक्षिङ् क्याञ्च्। आम्, आर्धधातुके एव, टु फोर् एव्रिथिङ्ग् इस् आर्धधातुके। चक्षिङ्गः क्याञ्च्, चक्षिङ्गः क्याञ्च् क्याङ्यादेशो भवति आर्धधातुके। चक्षिङ्गः षष्ट्यन्तं, क्याञ्च् प्रथमान्तं, द्विपथमितं सूत्रम् आर्धधातुके तस्य अधिकारः। अनुवृत्तसहितसूत्रं चक्षिङ्गः क्याञ्च् आर्धधातुके। पूर्वं दृष्टवन्तः, बट् अत्र नूतनविषयं दत्ता अपि अस्ति इति महाप्राण पूर्वत्र सिद्धम् अधिकारे वार्तिकम् अस्ति इति। तदपि पूर्वं वयं दृष्टवन्तः। कुत्रचित् अन्यत्र एतत् आगतं, शकारस्य यकारादेशः इति। तस्मिन् पाठे इति न स्मरामि, परन्तु कुत्रचित् दृष्टम्। ओ अस्तु भगिनि, सिंहक्यां प्रसङ्गे वयं दृष्टवन्तः। अज् धातुः, अज् धातोः वि इति आदेशः। यद्यपि अज् धातुः सेट्, तथापि यस्य वि इति धात्वादेशः अनिट्। अज् योगः लुट् इति कृते अज् स्थाने वि इति आदेशः भवति। अज् धातुः सेट्, परन्तु वि आदेशस्य अनन्तरं वि इति अनिट् भवति। दीर्घ ईकारान्त, ओके, वि योगः ता इति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणा भवति। वेत, वेता एव भवति अज् धातुः। अजेर् व्य, अजेर् व्य गङ्गङ्गपोः ग्यपोः, अजेर् व्यग ज्ञपोः इति सूत्रम्। अज् इति वेत् वेता भवति, अजेर् व्य ज्ञ, अजेर् व्यग ज्ञपोः। अजेर् धातोः वि इति अयम् आदेशः स्यात् आर्धधातुकविषये घञ् च अप् च वर्जयित्वा। अस्तु, घञ् प्रत्ययः अपि च अप् प्रत्ययः। अजेः षष्ट्यन्तं, वि प्रथमान्तम्, अ गण्यपोः सप्तम्यन्तम्, त्रिपथमितं सूत्रम्। आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अजेः वि आदेशः भवति आर्धधातुके, आर्धधातुकप्रत्ययपरः अस्ति, परन्तु घञ् अपि च अप् प्रत्ययः न भवेत् इति। घञ् अथवा अप् प्रत्ययः अस्ति चेत्, अप् अप् इति अपवादः खलु, घञ् इत्यस्य अपवादः इति तत्र न भवति, तत्र न भवति, वि आदेशः न भवति। सत्यं, तत्र भुवादिगणात् आरभ्य क्रयादिपर्यन्तं सेतां फलन्तधातूनां लुट् लकारस्य रूपसिद्धिः समाप्ता। अग्रिमं तु वेट् अनन्तरम् अनिट् विषये तद् वयम् अग्रिमसप्ताहे पश्यामः। इतोपि किञ्चित् अस्ति अस्मिन् पाठे। अस्तु, धन्यवादः। ओ धन्यवादः भगिनी। नमस्कारः भगिनि. धन्यवादः. शुभरात्रिः. नमस्कारः भगिनि. धन्यवादः.